अग्रे उपमालङ्कारं परिचायेति कविः प्रथमम्। उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः, हंसीव कृष्णते कीर्तिः स्वर्गङ्गामवदाहते। अत्र लक्षणमेवमस्ति, उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः इति। उपमा यत्र सादृश्यलक्ष्मी उल्लसति द्वयोः, उदाहरणं हंसीव कृष्णते कीर्तिः स्वर्गङ्गामवगाहते। तव कीर्तिः स्वर्गङ्गाम् अवगाहते किमिव हंसि इव इति वदति। अत्र उपमानं हंसि, उपमेयः उपमेया कीर्तिः, उपमानं हंसि उपमेयपदं कीर्तिः इति। साधारणधर्मः स्वर्गङ्गावगाहनम् इव इति उपमावाचकशब्दः। सर्वेपि अंशाः अत्रोक्ताः इत्यनेन कारणेन पूर्णोपमा इयम् इति ज्ञायते।